पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 27 शेष उवाच चित्राङ्गक्रौञ्चकण्ठस्थो रथस्थो वीरशोभितः गाहयामास तत्सैन्यं वाराह इव वारिधिं धनुर्विस्फार्य सुदृढम् मेघनादनिनादितं मुमोच बाणान्निशितान्वैरिकोटिविदाहकान् तद्बाणभिन्नसर्वाङ्गाः शरदे सुभडाभृशं स किरीडतनुत्राणाः सन्दष्टदशनच्छदाः एवं प्रवृत्ते सङ्ग्रामे ययौ योद्धुं सपुष्कलः मणिचित्रिदमादाय चापं वैरिप्रदापनं तयो सङ्गतयो रूपं दृश्यतेति मनोहरं पुरा तारकसङ्ग्रामे स्कन्दतारकयोर्यथा विस्फारयन् धनुःशीघ्रं सव्यसाची तु पुष्कलः ताडयामास तं क्षिप्रं शरैः सन्नदपर्वभिः चित्राङ्गोभिरुषाक्रान्तशरासनयिषूञ्छितान् दध्यव्यमुञ्जद्बहुशो रणमण्डलमूर्धनि नादानं न च सन्धानं न मोचनमथापि वा दृष्टं तावेव संदृष्टौ कुण्डलीकृतचापिनौ तदासौ पुष्कलक्रुद्धशराणां शतकेन तं विव्याधवक्षस्थलगे महायोद्धारमुद्भटम् चित्राङ्गस्ताञ्चरान् सर्वांश्चिच्छेद तिलशः क्षणाद ताडयामास चाङ्गेषु पुष्कलं शिदसायकैः पुष्कलस्तद्रथं दिव्यं भ्रामकास्त्रेण शोभिना नभसि भ्रामयामास तदद्भुतमिवाभवद भ्रान्त्वा मुहूर्तमात्रं तु सरथो हयसंयुतः स्थितिर्लेभेदिकष्टेन संधृतो रणमण्डले स चास्य विक्रमं दृष्ट्वा चित्राङ्गकुपितो भृशम् उवाच पुष्कलं धीमान् सर्वास्त्रेषु विशारदः चित्राङ्ग उवाच त्वया साधुकृतं कर्म सुभडैर्युधिसम्मतं मद्रधो वाजिसंयुक्तो भ्रामिदो नभशिक्षणं पराक्रमं समीक्षस्व ममापि सुभडेरिदम् आकाशचारी तु भवान् भवत्वमरपूजितः इत्युक्त्वा स मुमोचास्त्रं रणे परमदारुणं धनुषा परमास्त्रज्ञः सर्वधर्मविदुत्तमः तेन बाणेन संविद्धके बभ्रामपतङ्गवद सरथसहयसङ्ख्ये सध्वजश्च ससारथिः भ्रान्त्वा सरथवर्यस्तु नभसि त्वरयान्वितः यावस्थितिं न लभते तावन्मुक्तो परश्शरः पुनश्च परिबभ्रामरथसूदसमन्वितः तत्कर्म वीक्ष्यपुत्रस्य राज्ञो विस्मयमापसः कथञ्चित्स्थितिमप्याप पुष्कलः परवीरः रथं जखानबाणैश्च ससूदहयमस्य च स भग्नस्यन्दनो वीरः पुनरन्यं समाश्रितः सोऽपि भग्नः शरैराशु पुष्कलेन रणाङ्गणे पुनरन्यं समास्थाय यावदायादि सम्मुखं तावत् बभञ्च निशितैः सायकैस्तद्रथं पुनः एवं दशरथा भग्ना नृपतेरात्मजस्य हि पुष्कलेन दुवीरेण महासंयुगशालिना तदा चित्राङ्गकसङ्ख्ये रथे स्थित्वा विचित्रिते आजगामहवेगेन पुष्कलं प्रतियोधितुं पुष्कलं पञ्चभिर्बाणैः ताडयामास संयुगे तैर्बाणैर्निहदोत्यतं विव्यधे भरतात्मजः सकृद्धश्चापमुद्यम्य बाणान् दश शितान् महान् मुमोच हृदये तस्य स्वर्णपुङ्गसुशोभितान् ते बाणाः पपुरे तस्य रुधिरं बहुदारुणाः पीत्वा पेदुः क्षिदौ कूडसाक्षिणः पूर्वजा इव तदा चित्राङ्गकक्रुद्धो भल्लान् पञ्च समाददे मुमोच भाले पुत्रस्य भरतस्य महौजसः तैर्भल्लैराहदक्रुद्धः शरासनवरे शरं दधत्प्रतिज्ञामकरोच्चित्राङ्गनिधनं प्रति शृणु वीरमम क्षिप्रं प्रतिज्ञां त्वद्वधाश्रितां तज्ज्ञात्वा सावधानेन योद्धव्यं च त्वयात्र हि बाणेनानेन चेत्त्वां वै न कुर्यां प्राणवर्जितं सतीं सन्दूष्य वनितां शिलाचार सुशोभिताम् यो लोकप्राप्यते लोकैर्यमस्य वशवर्तिभिः स लोको मम वै भूयात् सत्यं मम प्रतिश्रुतम् इति श्रेष्ठं वच श्रुत्वा जहास परवीरः उवाच मतिमान् वीरः पुष्कलं वचनं शुभम् मृत्योर्वै प्राणिनां भाव्यः सर्वत्रैव च सर्वदा तस्मान्मे निधने दुःखं नास्ति शूरशिरोमणे प्रतिज्ञाया कृता वीरत्वया वीरत्वशालिना सा सत्यैव पुनर्मेद्य श्रूयतां व्याहृदं महद तद्बाणं मद्वधोद्युक्तं न चिन्त्यां यदि चेदहं तदा प्रतिज्ञां शृणु मे सर्ववीराभिमानिनः तीर्थं जिगमिषोर्यो वै कुर्यात् स्वां त विखण्डनम् एकादशी व्रतादन्यज्जानादिव्रतमुच्चकैः तस्य पापं ममैवास्तु प्रतिज्ञा परिखादिनः इति वाक्यमुदीर्यैव तूष्णीं भूतो धनुर्दधे तदानेन निशङ्कास्वादुद्धृत्य सायकं वरं कथयामास विशदं वाक्यं शत्रुवधावहं पुष्कल उवाच यदि रामाङ्घ्रियुगलं निष्कापट्येन चेदसा उपासितं मया तर्हि मम वाक्यमृदं भवेद् यदि स्वमहिलां भुक्त्वा नान्यां जानामि चेदसा तेन सत्येन मे वाक्यं सत्यं भवतु सङ्गरे इति वाक्यमुदीर्याशु बाणं धनुषि सन्धितं कालानलोपमं वीर शिरश्चेदनमाक्षिपद तं बाणं मुक्तमालोक्य सदु राजसुदो बली बाणं शरासने धत्त तीक्ष्णं कालानलोपमम् तेन बाणेन संचिन्नो बाणस्ववध उद्यतः हाहाकारो महानासीच्छिन्ने तस्मिञ्चरे तदा परार्थं पतितं भूमौ पूर्वार्थं फलसंयुतं शिरोधरां चकर्ताशु पद्मनालमिव क्षणाद तदा भूमौ पदं तं तु दृष्ट्वा तत्तस्य सैनिकाः आहा कृत्वा भृशं सर्वे पलायन परागताः पृथ्व्यां तन्मस्तकं श्रेष्ठं सकिरीडं सकुण्डलं शुशुभेतीव पतितं चन्द्रबिम्बं दिवो यथा तं वीक्ष्य पतितं वीरपुष्कलो भरतात्मजः व्यगाहदव्यूहमिमं सर्ववीरैकशोभितम् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे चित्राङ्गवधो नाम सप्तविंशतितमोऽध्यायः ॐ